नमः सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. गतसप्ताहे अस्माभिः सार्वधातुक आर्धधातुकलकाराणां विषये अधीतं. तत्र सार्वधातुकलकाराः यत्र धातुना तिङ्प्रत्ययः साक्षात् दृश्यते, मध्ये कापि बाधा नास्ति, तिङ्प्रत्ययः दृश्यते अनेन कर्तरी शप् इति सूत्रेण शप् इति विकर्णप्रत्ययः विहितः भवति. सार्वधातुकलकारेषु कर्त्रार्थे धातुना तिङ्प्रत्ययः दृश्यते. अतः लट्, लोट्, लङ्, विधिलिङ् ते सर्वे सार्वधातुकलकाराः इति उच्यन्ते. अनन्तरम् आर्धधातुकलकारेषु तु धातुना तिङ्प्रत्ययः साक्षात् न दृश्यते, अतः तत्र विकरणप्रत्ययः न आयाति इति अपि वयं दृष्टवन्तः. तत्र वयम् उदाहरणरूपेण वद् इति धातुः स्वीकृत्य दृष्टवन्तः. वद् यत्र लृट् इति लकार अवस्थायां स्य इति प्रत्ययः लकारनिमित्तिकप्रत्ययः तत्र विधीयते इति यस्मिन् कस्मिन्नपि गणे भवतु तत्र लिट् लकारस्य अवस्थायां स्य इति प्रत्ययः मध्ये आगच्छति. धातोः तिङ्प्रत्ययोः मध्ये स्य इति आगच्छति, तत्रैव वदिष्यति इति रूपं वयं उदाहरणरूपेण दृष्टवन्तः. अतः आर्धधातुकलकारः लिट्, लुट्, लृट्, लेट्, लुङ्, लृङ् इति इति लकाराः आर्धधातुकलकारेषु ते भवन्ति इति. अनन्तरं वयं गणस्य विषये अपि दृष्टवन्तः. तत्र दशगणाः सन्ति, तत्र अपि विभजनं द्वयं कृतं मातृभिः इति दृष्टवन्तः. केन आधारेण इत्युक्ते यत्र अङ्गम् अदन्तम् अस्ति चेत् तत्र प्रथमगणसमूहे स्थापितमस्ति, यत्र अङ्गम् अनदन्तं तत्र द्वितीयगणसमूहे स्थापितम् अस्ति इति दृष्टवन्तः. प्रथमगणसमूहे तु यदा अहम् उक्तवती 1, 4, 6, 10 इति भुवादिगणः, अनन्तरं दिवादिगणः, तुदादिगणः, चुरादिगणः इति प्रथमगणसमूहे. अनन्तरं द्वितीयगणसमूहे यत्र अङ्गम् अनदन्तम् अस्ति तत्र अदादिगणः, ज्योत्यादिगणः, स्वादिगणः, रुदादिगणः, तनादिगणः, क्रयादिगणः इति द्वितीयगणसमूहे स्थापितमस्ति मातृभिः. अनन्तरं तदेव वयं दृष्टवन्तः गतसप्ताहे. इदानीं नूतनपाठं प्रति गच्छामः, अष्टाध्यायाः समग्रदृष्टिः इति. एतावता प्रश्नः अस्ति वा? अग्रे सरामः वा? आम् आम् अस्तु. राजेन्द्रमहोदय. महोदय, अहं माला अस्मि, विलम्बेन आगतवती, क्षम्यताम्. आं स्वागतं भगिनि. अस्तु, अष्टाध्यायाः समग्रः भगिनि, वदतु भगिनि. भवत्याः गृहपाठं प्रेषितवती खलु, एतत् विषये कदा कुर्मः? तत्र तु यदा वयं लकारः योजितवती तद् लकारः सार्वधातुकः वा आर्धधातुकः वा इत्येव वदतु, किमपि अन्यत् किमपि नास्ति. रूपाणि किमपि निर्माणं न आवश्यकं, प्रक्रिया न आवश्यकम्, केवलं सार्वधातुकलकारः वा आर्धधातुकलकारः वा इति एव वदतु, तदेव गृहपाठ. मध्ये पास्यति इति आगच्छति, रूपाणि न आवश्यकं भगिनि. आम् तदेव पर्याप्तम्. इदानीं रूपं कथम् आगच्छति इति वयं प्रक्रिया पूर्णतया पठित्वा अवगच्छामः. इदानीं केवलं लट् अस्ति चेत् सार्वधातुकः इत्येव पर्याप्तम्. अस्तु अस्तु भगिनि, धन्यवादः. आम् आम् आम् महोदय. समग्रसंस्कृतभाषायाः मानचित्रम् अस्मिन् लघुग्रन्थे अभूतपूर्वं पाणिना अष्टाध्यायी विरचिता एवं रीत्या येन ग्रन्थः लघुत्तमः स्यात् अपि च स्वयं संस्कृतस्यात् अष्टाध्यायाः मूलबीजं प्रकरणं यदा वयं सूत्राणि क्रमेण पठामः तदा पश्यामः यत् सूत्राणि प्रकरणेषु लघुषु उपभागेषु आयोजितानि अद्यत्वे सामान्यतया व्याकरणछात्राः अष्टाध्यायीम् अपठित्वा सिद्धान्तकौमुद्यां निमग्नः भवन्ति सिद्धान्तकौमुदी प्रक्रियायाम् आधारिता अस्मिन् परिच्छेदे अस्ति संस्कृतभाषा मानचित्रम् एकस्मिन् लघुग्रन्थे अस्ति नाम अष्टाध्यायी अस्ति तत् बहु अभूतपूर्वम् अस्ति यतोहि अष्टाध्यायी एवं लघुतमा अस्ति तत् ग्रन्थे बहु लघु अस्ति अपि च संस्कृतः स्यात् संस्कृतेन एव अस्ति ग्रन्थः अष्टाध्याय्याः मूलबीजं प्रकरणम् अष्टाध्याय्याः मूलबीजम् अस्ति प्रकरणं प्रकरणं यदा वयं सूत्राणि क्रमेण पठामः तदा वयं द्रष्टुं शक्नुमः सूत्राणि प्रकरणेषु लघुषु उपभागेषु प्रकरणेषु इत्युक्ते लघुषु उपभागेषु आयोजितानि तत्र यथा वयं इत्संज्ञाप्रकरणं पठितवन्तः तदपि एकं प्रकरणमस्ति अष्ट सूत्राः तत् तस्मिन् प्रकरणे आसन् तत्कारणात् किञ्चित् सुलभतया अवगन्तुं शक्नुमः अद्यतवे छात्राः अष्टाध्यायीम् अपठित्वा केचन छात्राः सिद्धान्तकौमुद्यां निमग्नः भवन्ति सिद्धान्तकौमुदीप्रक्रियाम् आधारितः अस्ति तादृशी पठनं किञ्चित् भिन्नः अस्ति आं भिन्नः अस्ति आम् तत्र प्रथमपरिच्छेदमपि पठतु महोदय ए इति भागः अस्तु अस्तु प्रकरणं एकः प्रश्नः अस्ति सिद्धान्तकौमुद्यां भिन्नरीत्या दीयते परन्तु कठिनमपि अस्ति वा तद् तत्र दीयते अस्तु अनन्तरं भिन्नरीत्या इत्युक्ते समान व्युत्पादनम् एव भवति यदा तत्रापि वद्योगः लृट् इत्युक्ते वदिष्यति इत्येव भवति परन्तु तत्र किं भवति इत्युक्ते वयम् अत्र गणसमूहेन वयं विभजनं कृतम् अस्ति किल तत् तत्र नास्ति अनन्तरं सार्वधातुकलकारः आर्धधातुकलकारः इति अपि तत्र नास्ति यदा भू इति धातुः स्वीकुर्मः चेत् तत्र लट् अनन्तरं लिट् इति क्रमेण टका ट अन्त टितः इति वदामः लट् लिट् लोट् इति सर्वम् आगच्छति सार्वधातुक आर्धधातुकः इति तत्र प्रभेदः नास्ति एव अनन्तरं तत्र यदा भुवादिगणे अनन्तरं वयम् अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति विभजनं कृतवन्तः किल तदपि तत्र नास्ति सर्वम् एकस्मिन् एव भवति अतः प्रथमवारं यदा पठति प्रथमवारं सूत्रम् अष्टाध्यायी इति स्वीकृत्य यदा वयं पठामः किञ्चित् भ्रमः भवति एतत् पठित्वा एतेन क्रमेण पठित्वा अनन्तरं यदा वयं सिद्धान्तकौमुदी वा लघुसिद्धान्तकौमुदी प्रतिं गच्छामः तत्र वयं सुलभतया अवगन्तुं शक्नुमः अतः सौलभ्यमस्ति एतद् अवगन्तुं पुष्पादीक्षितमहोदयस्य प्रक्रिया किञ्चित् सुलभरीत्या साधितमस्ति अवगन्तुं शक्नुमः अष्टाध्यायी क्रमेण रचितमस्ति मातुभिः पाठः यदा सिद्धान्तकौमुदी वा लघुसिद्धान्तकौमुदी स्वीकुर्मः तत्तु अष्टाध्यायी क्रमेण न रचितं प्रकरणग्रन्थेन यदा अत्सन्धिप्रकरणम् अनन्तरं हल्सन्धिप्रकरणं कारकप्रकरणम् इति भिन्नरीत्या तत्र अस्ति अतः सूत्रं कुतः आगतम् इति वयं तत्र न अवगन्तुं शक्नुमः तृतीयाध्यायस्य एकः सूत्रं अष्टमध्यायस्य अन्यसूत्रं किमर्थम् एतादृशम् इति वयं न अवगन्तुं शक्नुमः तत्र. तदेव भेदः. अनन्तरं भगिनि अभूतपूर्वम् इत्युक्ते किं प्रथमवाक्ये? आम्, अभूतपूर्वम् इत्युक्ते अभूतम् इति वदामः किल, यद् सुलभतया न मिलति. आङ्ग्लभाषायां किं वदामः? अन्प्रेसिडेण्टेड्. अन्प्रेसिडेण्टेड् अभूतः इत्युक्ते रार्, रार् इति, रार्, रार् इति सम्यक् अस्ति. अभूतम्. आम्. अनन्तरं भगिनि लघुसिद्धान्तकौमुदी मध्ये विवरणमपि न बृहत् न कृतवन्तः तत्र, वेरं बहु लघु अस्ति. अनन्तरं उदाहरणं नास्ति तत्र. अस्तु, मम समीपे अस्ति लघुसिद्धान्तकौमुदी, तत्र सूत्रमेव अस्ति, लघु एव अस्ति, अनन्तरम् उदाहरणं नास्ति तत्र, विवरणं नास्ति. ओ, विवरणं नास्ति. ओ, अस्तु, प्रायः एषः क्रमेण एकवारं पठित्वा अनन्तरं यदा सिद्धान्तकौमुदी वा लघुसिद्धान्तकौमुदी प्रति गच्छामः तत्र किञ्चित् सौलभ्यमस्ति. एषः एव प्रथमम् इति पठित्वा फौण्डेशन् स्ट्राङ्ग् भवति चेत् अनन्तरं प्रति गच्छामः प्रायः तत्र अवगन्तुं शक्नुमः इति मम चिन्तनम्. अस्तु महोदय. अस्तु भगिनि. प्रकरणं प्रक्रिया प्रक्रिया च, प्रकरणं प्रक्रिया चेत् अन्योर्भेदः कः इति अस्माभिः बोध्यम्. माता पुष्पदीक्षिता सदा पाकशालायाः उदाहरणं ददाति. भोजनस्य निर्माणार्थं सामग्री आवश्यकी, तण्डुलः, जलं, शाकः, पिष्टं, हरिद्रा, आर्द्रकम् इत्यादिकम्. इदं सर्वं भोजनस्य सामग्री. पाकशालायां सर्वा सामग्री एकत्र न स्थाप्यते, पृथक् पृथक् कोशेषु भवति. शाकः पृथक् कोशे, पिष्टं पृथक् कोशे, तण्डुलः पृथक् पुनः पृथक् कोशे. सर्वा सामग्री एकस्मिन् एव कोशे एकत्र स्थाप्यते चेत् अव्यवस्था भवति खलु. अतः सम्यक्तया सावधानतया पृथक् पृथक् कोशेषु एकैकं वस्तु स्थाप्यते. अष्टाध्यायी अपि तथा. भाषायाः पाकशाला, यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं सर्वम् अस्मिन् ग्रन्थे अस्ति, परन्तु एकत्र न श्रेणीम् अनुसृत्य पृथक् पृथक् कोशेषु स्थाप्यते. प्रत्येकं कोशस्य नाम प्रकरणं, नत्वप्रकरणं, द्वत्वप्रकरणं, प्रसारणप्रकरणम् इत्यादिकम्. इदानीं मातृभिः पाठनशैली किञ्चित् एवम् अस्ति, यथा अत्र लिखितमस्ति. तत् माता यदा सदा पाकशालायाः उदाहरणं ददाति, यथा भोजननिर्माणं समये तत्र भिन्नभिन्नसामग्र्यः आवश्यकी अस्ति, तण्डुलः, जलमः, शाकः, पिष्टं, हरिद्रा, आर्द्रकम् इत्यादिकं भोजनस्य सामग्री अस्ति. परन्तु पाकशालायां तत् पृथक् एकत्र न स्थाप्यते, पृथक् पृथक् कोशेषु भिन्नभिन्नसामग्र्यः तत् स्थाप्यन्ते. तस्मिन् किं भवति, एकत्र एकस्मिन् एव कोशे स्थाप्यते चेत् तत् अव्यवस्था भवति, परन्तु भिन्नभिन्नकोशे स्थापयामः चेत् तत् पृथक् पृथक् कोशे तत् सम्यक् रीत्या व्यवस्था भवति. तत्र यथा यत्किमपि पचनं भवेत् तत् तादृशी आवश्यक सामग्री आनीय तत्र पचनं कर्तुं शक्नुमः. अष्टाध्यायी अपि तथा. भाषायाः पाकशाला अस्ति, यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं सर्वम् अस्मिन् अष्टाध्यायी ग्रन्थे अस्ति, परन्तु एकत्र न अस्ति, भिन्नभिन्नकोशेषु स्थाप्यते. तस्य कोशस्य नाम प्रकरणं, यदा नत्वप्रकरणं, द्वित्वप्रकरणं, सम्प्रसारणप्रकरणम्, अपि च अस्माभिः ज्ञातः प्रकरणम्, इत्संज्ञाप्रकरणं, तत्र तत् मया अस्माभिः पठितवन्तः पूर्वं. तत् कारणः तत् यत् यावन्ति सामग्र्याणि तत् आवश्यकी, तत् भिन्नभिन्नकोशे स्थाप्य तस्य प्रयोजनं कुर्मः, तत् भाषापाकं कुर्मः. आं महोदय, धन्यवादः. प्रायः स्पष्टं भवति इति मन्ये. तत्तत् सम्बन्धसूत्राणि एकस्मिन् प्रकरणे इत्येव प्रकरणस्य लक्षणम् अस्ति. नत्वप्रकरणम् इत्युक्ते नत्वविधायकसूत्राणि, नत्वनिषेधकसूत्राणि सर्वम् एकस्मिन् एव प्रकरणे स्थापितमस्ति, पाणिनिना एव स्थापितमस्ति. अतः एव सौलभ्यमस्ति, यत्र नत्वविषये वयं ज्ञातुम् इच्छामः तत्र नत्वप्रकरणं तत्र गत्वा वयं सूत्राणाम् अवलोकनं कर्तुं शक्नुमः. तादृशमेव द्वित्वप्रकरणे वा सम्प्रसारणप्रकरणे, अस्माकं यदा महोदय उक्तवान् परिचितप्रकरणम् इत्संज्ञाप्रकरणे, वयं सर्वाणि सूत्राणि एकस्मिन् एव स्थले प्राप्तुं शक्नुमः. तदेव तत्र अष्टाध्याय्यां विशेषता अस्ति. अनन्तरं विजया भगिनी पठति वा? भगिनी, एकः प्रश्नः, प्रकरणम् इत्युक्ते क्लासिफिकेशन् इति वदामः वा? वक्तुं शक्नुमः. अनन्तरं सोपानम्, प्रक्रिया इत्युक्ते सोपानं, तत्तु सम्यक् एव. प्रकरणं यदा क्लासिफिकेशन् क्लासिफिकेशन् आं वक्तुं शक्नुमः. कामन् किमपि कामन् भवति. अस्तु भगिनि, तत्र भगिनि प्रकरणम् इत्युक्ते तत्र प्रकरणस्य आधारेण एव प्रक्रिया दीयते, अतः अतीवमूल्यं भवति. या प्रक्रिया अस्ति प्रकरणम् अधिकृत्य तत्र कार्यं निर्मीयते. भगिनी श्रुतवती, श्रूयते वा? आमाम्, अहं चिन्तयन्ती स्म भगिनि, एकनिमिषं, पुनः वदतु. प्रकरणम् आधारेण एव प्रक्रिया सम्यक्. अनन्तरं स्वरूप महोदय उक्तवान् एतद् विषये, प्रकरणस्य आधारेण प्रक्रिया दीयते, अतः अतीव मूल्यम् अस्ति. या प्रक्रिया अस्ति प्रकरणम् अधिकृत्य निर्मीयते, तत्र समानकार्यं यत्र भवति एतत् सर्वं सूत्राणि एकत्र विभज्य तत्र कार्यं कुर्मः इति. अस्तु, सम्यक्. आं पठतु भगिनि. मूल्यवाक्यं तत्र प्रकरणस्य आधारेण प्रक्रिया दीयते. प्रक्रिया इत्युक्ते सोपानमेव तत्र. पठामि भगिनि? आम् आम् आम्. भाषाक्षेत्रे प्रक्रिया तदैव भवति. भोजनस्य निर्माणार्थं तद् परिच्छेदः अपि पठतु. भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकी इति न, निर्देशापि आवश्यकः. ओदनं निर्मातुं सर्वप्रथमं तण्डुलस्य प्रक्षालनं, तदा जले स्थापनं, तथा जलस्य एतादृशी सूचना अपेक्षिता. इयं पाककृतिः इति वदामः, तत्र क्रमम् अस्ति. एतत् सर्वं लवणं, तैलम्, एतत् पृथक् पृथक् स्थाने भवति. एतत् एकस्मिन् स्थले स्वीकर्तुं स्वीकरणीयम्. अनन्तरं तण्डुलस्य प्रक्षालनम् इत्युक्ते तत्र शुद्धीकरणीयम्, अनन्तरम् एतत् जलमध्ये स्थापनं, जलस्य तत्र इन्धनम् एव तत्र कार्यम्, एतत् सर्वं तत्र अपेक्षितम् एव. एतत् एव पाककृतिः इति वदामः. अनन्तरं भाषाक्षेत्रे पठामि. भाषाक्षेत्रे प्रक्रिया तदेव भवति. प्रक्रिया इत्युक्ते तत्र सोपानमेव, पृथक् पृथक् एतत् अष्टाध्यायी मध्ये सपादे अस्ति, अनन्तरं त्रिपादे अस्ति. एतत् एकस्थाने स्वीकर्तुं शक्नुमः तत्र. अनन्तरमेव विवक्षारूपेण एतत् स्थापितमस्ति, लट् लृट् लोट् विधिलिङ्ग् एतत् विषये. तत्र कानि सोपानानि सन्ति, कति कानि कानि कार्याणि कुत्र कुत्र भवन्ति एतत् सर्वम् इति सूचितवन्तः. केन क्रमेण इति सूचना प्रक्रिया इति उच्यते. केन क्रमेण तत्र सोपानमस्ति, तत्र केन क्रमेण इति जि योगः आ योगः सि जयति इति उक्तवन्तः. तत्र कार्यं जयति इति निष्पन्नं. तत्र अस्य कार्यस्य कृते कानि सूत्राणि अपेक्षितानि, केन क्रमेण च इति प्रक्रिया. एतदेव प्रक्रिया विषयं. तत्र कानि कानि सूत्राणि कुत्र कुत्र भवान् कार्यं कुर्मः इति सर्वं तत्र प्रक्रिया इति वदामः. उदाहरणं पश्यामः चेत् जि योगः लट् इति विवक्षा. तत्र लस्य इति सूत्रेण अनन्तरं बहु परस्मैपदं तत्र आत्मनेपदे रूपं तत्र दत्तवन्तः, नव नव इति समाहारद्वन्द्वे एतत् अस्ति. तिप् तस्मि, तिप् तस्त, निप् वस् मस् मस्, एतत् परस्मैरूपेण नव सन्त्रि तिप् सन्ति. तत्र अनन्तरम् आत्मनेपदि त आतां ञ, तास् आतां त्वम्, इत् वहि महिङ्, एतत् सर्वं नव आत्मनिरूपाणि तत्र सन्ति. बहु बृहत् रूपेण गुरुरूपेण तत्र दत्तवन्तः प्रक्रियारूपम्. अष्टादशः अस्ति. अनन्तरं जि योगः सिप् अनन्तरं तस्य लोपः इति सूत्रेण तत्र अकारस्य लोपः भवति. अनन्तरं जि योगः सि तत्र कर्तृ शप् इति प्रयोगं तत्र कुर्मः. जि योगः शप् योगः सि इति पश्यामः चेत् तत्र लषत्वसद्विषये हलन्त्यं तस्य लोपः इति सूत्रेण षकारस्य पकारस्य लोपः भवति, अकारः एव तिष्ठति. जि योगः आ योगः सि तत्र किञ्चित् सार्वधातुकम्, अनन्तरं सार्वधातुक आर्वधातुकयोः इति सूत्रेण तत्र कार्यम् इन्द्रधातोः गुणः विधीयते. तत्र अनन्तरं जे इति भवति, जे योगः आ योगः सि यचो यवा यावः इति सूत्रेण तत्र आ इति रूपेण ऐ भवति. जि योगः ऐ योगः आ योगः सि इति वर्णानमेलनेन जयति इति तत्र क्रियापदं निष्पन्नम्. वयं पूर्वमेव दृष्टवन्तः यचो यवायावः किम् आगच्छति इति, ए ऐ ओ औ मध्ये ऐ ऐ औ औ इति एतत् परिमाणं कृतवन्तः, परिवर्तनम्. अनन्तरम् अत्र पठामि वा भगिनि अग्रे वारं समाप्य? न, धन्यवादः भगिनि, सम्यक् एव, उत्तमं, धन्यवादः. तत्र यदा पदनिर्माणक्रमः इति पश्यामः, प्रक्रिया इति, तत्र सर्वप्रथमं लस्य धातुभ्यः विहितः प्रत्ययः इति प्रथमं लस्य इति सूत्रस्य एव प्रसक्तिः. लस्य इति अधिकारसूत्रं. लस्य इति सूत्रेण दशानां लकाराणामपि ग्रहणं भवति, न केवलं लट्, अन्य सर्वे दशलकाराणामपि ग्रहणं भवति प्रथमं. प्रथमं तदेव भवति, अनन्तरम् अस्माकं विवक्षा अनुगुणं लट् वा लोट् वा लङ् वा इति विधीयते. अतः लस्य इति सूत्रेण दशलकाराणां ग्रहणं तादृशम् एव यदा लस्य इति लस्य इत्यस्य स्थाने तिप्तस्ति इति तिङ् इति प्रत्ययः किल अष्टादशप्रत्ययाः विधीयन्ते वयं मूलप्रत्ययः इति यदा गतपाठे दृष्टवन्तः तदेव सूत्ररूपेण अत्र दत्तमस्ति अष्टादशप्रत्ययानां मूलरूपमेव एतत् सूत्रेण दत्तमस्ति एतदेव विहितं प्रथमं विहितः भवति धातुभ्यः विहितः लस्य स्थाने तिप्तस्ति इति विहितः भवति अनन्तरम् एव तस्य परिवर्तनं किमपि भवतु यदा जी स्थाने अन्ति इति आगच्छति किल अनन्तरमेव भवति प्रथमं यत्र डिफाल्ट् इति अहं वारं वारं वदामि किल वयं वदामः किल तदेव प्रथमं तिप्तस्ति इत्यनेन तिप् वा जीवा इति प्रथमं विहितः भवति अनन्तरमेव तस्य परिवर्तनं किमपि आदेशः वा आगमः वा अनन्तरमेव भवति तदेव प्रथमप्रक्रियायाः प्रथमसोपानं लस्य इति सूत्रेण लकाराणां ग्रहणम् अनन्तरं तस्य स्थाने तिप्तस्ति इति सूत्रेण प्रत्ययानां तिङ् प्रत्ययानाम् आदेशः आदेश एतत् सूत्रं तु विधिसूत्रमस्ति तिप्तस्ति इति आदेशः भवति लस्य स्थाने आदेशः भवति इति अनन्तरं यदा जीयोगः ति इति स्थितौ कर्तरि शप् इति सूत्रेण कर्त्रार्थे सार्वधातुकप्रत्यये परे शप् इति विकरणप्रत्ययः मध्ये आगच्छति धातोः तिङ्प्रत्ययोः मध्ये शप् इति विहितः भवति अन्ये प्रक्रिया तु वयं जानीमः एव तत्र किं वैचित्र्यम् इत्युक्ते यदा प्रथमवारं वयं पठामः तत्र सूत्राणां सङ्ख्या पश्यतु लस्य इति सूत्रं तृतीय अध्यायस्य चतुर्थपादे अस्ति अनन्तरं हलन्त्यम् इति सूत्रं तु प्रथम अध्यायस्य तृतीयपादे अस्ति अनन्तरं यदा सार्वधातुक आर्धधातुकयोः इति सप्तम अध्यायस्य सूत्रम् एचोयवायवः इति षष्टम अध्यायस्य सूत्रम् एतादृशं यदा सूत्रस्य अर्थः वयं सूत्रार्थं न जानीमः चेत् एतत् सूत्राणां इतस्ततः कथम् आगच्छति इति वयम् अवगन्तुं न शक्नुमः एतादृशं प्रक्रिया एव प्रक्रियाणाम् आधारेण एव सिद्धान्तकौमुदी विरचितमस्ति अत्र यदा वयं मातुः पाठे प्रक्रिया अपि अस्ति प्रकरणमपि अस्ति अतः द्वयोः मेलनेन वयम् अवगन्तुं शक्नुमः इदानीं वयं जानीमः यदा लशक्वतद्धिते अथवा हलन्त्यम् इति इत्संज्ञाविधायकसूत्राणि तत्र लशक्वतद्धिते इत्युक्ते तत्र अनुवृत्तिरूपेण कः कः आगच्छति इति वयं जानीमः अतः तत्र प्रकरणमपि अस्ति प्रक्रिया अपि अस्ति अतः सूत्राणां सङ्ख्या भिन्नभिन्न इतस्ततः अस्ति चेदपि वयम् अनुवृत्तिः सहायेन ज्ञातुं शक्नुमः सूत्रस्य अर्थः कः किमर्थम् एतादृशं प्रथमं तृतीय अध्यायस्य सूत्रम् अनन्तरं अनन्तरं षष्टम अध्यायस्य सूत्रम् अनन्तरं सप्तम अध्यायस्य सूत्रम् इति सूत्रक्रमः किमर्थम् एतादृशं निर्मितम् अस्ति पाणिनिना इति वयम् अवगन्तुं शक्नुमः अत्र कोऽपि प्रश्नः अस्ति वा अस्तु आम् अस्तु सम्यक् श्रीवल्ली भगिनी पठति वा आं भगिनि अत्र एका प्रक्रिया प्रदर्शिता जयते इति पदं कथं निर्मीयते इति प्रदर्शितं सूत्राणां सङ्ख्याः दृश्यन्ताम् इमानि सूत्राणि विभिन्नेभ्यः अध्यायेभ्यः पादेभ्यः च स्वीकृतानि अनेन कारणेन कस्माच्चित् सूत्रात् ये प्राक्तानि सूत्राणि वर्तन्ते केषां च पदानाम् अनुवृत्तिः इति न ज्ञायते तस्य फलम् इदं यत् प्रक्रियाः प्रसङ्गे सूत्रस्य दर्शनेन तस्य अर्थः न एव अवगम्यते अस्माभिः प्रक्रियाः किञ्चन फलं तु अस्ति एव अनेन पदनिर्माणक्रिया बुद्धा, परन्तु सूत्रस्य अवगमनार्थं यत्र सूत्रबोधः लक्ष्यं तत्र अस्माकं क्लेशः भवति, यतः सूत्रं स्वयं सम्पूर्णं वाक्यं न, सूत्रस्य पूरणार्थं वाक्यम् अपेक्षितं, तच्च वाक्यं न प्राप्यते प्रक्रियाया अपि तु प्रकरणे एव. जयति इति उदाहरणे पदं कथं निर्मीयते इति एका प्रक्रिया प्रदर्शिता. सूत्राणां संख्या दृश्यन्ता, सूत्राणि विभिन्नेभ्यः विभिन्न अध्यायेभ्यः विभिन्नपादेभ्यः च स्वीकृतानि. अनेन कारणेन कस्माच्चित् सूत्रात् प्राक् कानि सूत्राणि वर्तन्ते, केषां च पदानाम् अनुवृत्तिः इति न ज्ञायते. तस्य फलम् इदं यत् प्रक्रियाः प्रसङ्गे सूत्रस्य दर्शनेन तस्य अर्थः न एव अवगम्यते अस्माभिः. ये प्रक्रिया न अस्ति चेत् न अवगम्यते अस्माभिः, केवलं सूत्रेण न अवगम्यते. परन्तु ई प्रक्रियाः फलं तु अस्ति. सूत्रस्य अवगमनार्थं यत्र सूत्रबोधः लक्ष्यं तत्र अस्माकं क्लेशः भवति, यतः सूत्रं स्वयं सम्पूर्णं वाक्यं न, सूत्रं स्वयं सम्पूर्णवाक्यं न, सूत्रस्य पूरणार्थं वाक्यम् अपेक्षितं, तच्च वाक्यं न प्राप्यते प्रक्रियायाम् अपि तु प्रकरणे एव. प्रकरणे कथं प्राप्यते इति वदति वा? प्रकरणे कार्यस्य अनुसार्य यदा युत्संज्ञाप्रकरणं वयं दृष्टवन्तः तत्र किञ्चित् क्रमः अस्ति किल, तत्र तत्र किम् आगच्छति पूर्वसूत्रात्? अनुवृत्ति आगच्छति. अनुवृत्तिः इति कोऽपि न ज्ञायते, केवलं सूत्रेण अस्माभिः न ज्ञायते. सम्यक्. आम्, केवलं सूत्रं दृष्ट्वा वयं ज्ञातुं न शक्नुमः कः अनुवृत्तिरूपेण किम् आगच्छति इति ज्ञातुं शक्नुमः. यदा प्रकरणं पश्यामः तत्र एव वयं ज्ञातुं शक्नुमः इत्येव दत्तमस्ति. सम्यक् भगिनि, धन्यवादः. रघुपतिमहोदय. पाणिनेः ग्रन्थः प्रकरणस्य आधारेण विरचितः. यदा अष्टाध्यायीक्रमेण सूत्राणि पठामः तदा सौकर्येण वयं सूत्राणि पूरयितुं शक्नुमः, येन प्रत्येकं सूत्रं पूर्णं वाक्यं स्यात्. अनेन सूत्रार्थः मनसि स्फुरितः विद्यते. एकस्मिन् प्रकरणे वारं वारम् एकं कार्यं भवति. यत् पदं दत्तम् एकस्मिन् सूत्रे तत् पुनः अग्रिमे सूत्रे साक्षात् न दीयते. पाठकैः अवगम्यते यत् स अर्थः पुनः आयाति तस्मिन् सूत्रे अपि. इयम् अनुवृत्तिः इति वदामः. अत्र अयं विषयः इतोपि विस्तरितः. अग्रे पाणिनिः सूत्रस्य लघुत्वम् इच्छति. तदर्थम् येषां सूत्राणां समान प्रकारकः कार्यं भवति तानि सूत्राणि अष्टाध्यायम् एकस्मिन् स्थले सङ्ग्रहीतं भवन्ति. अनेन एकस्मिन् स्थले इत्युक्ते एकस्मिन् प्रकरणे प्रथमे सूत्रे किञ्चन पदमस्ति, तत्पदं द्वितीये सूत्रे अपि यद्यपि अपेक्षते तथापि पुनः साक्षात् न दीयते। अस्माभिः मनसि तत्पदम् आनेतव्यं, यथा रामः वदति अहम् आपणं गच्छामि, श्यामः वदति अहमपि। वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः अहमपि आपणं गच्छामि इति। यद्यपि श्यामः केवलम् अहमपि इत्यवदत्, तथापि वयं तस्य अर्थपूरयामः मनसि। तादृशम् अर्थपूर्णं पाणिनिः इच्छति सूत्रविषये। यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अनुवृत्तयः इत्युच्यते। पूर्वमेव वयं दृष्टवन्तः पाणिनेः ग्रन्थः प्रकरणाधारेण विरचितः अस्ति, अतः प्रकरणे यत् समानकार्यं भवति तत् तेषां कार्याणां सूत्र अत्र अत्र पाणिनिना दत्तमस्ति। अत्र पाणिनि लघुत्वम् इच्छति, अतः तदर्थं येषां सूत्राणां समानप्रकारकः कार्यं भवति तानि सूत्राणि एकस्मिन् स्थले सङ्गृहीतम्, अतः तत् एतत् प्रकरणमिति उच्यते। तस्य लाभः एव भवति, अनुवृत्तिः लाभ अनुवृत्तिः अस्ति, लाभं भवति यत् समानकार्यमस्ति। अग्रे सूत्रे अपि तस्य आवश्यकता भवति, तत् पूर्वसूत्रात् आनीयते इति अस्ति। तत्र महोदयेन एकम् उदाहरणं दत्तमस्ति, एकनिमिषम्। अनेन एकस्मिन् स्थले प्रथमे सूत्रे किञ्चन पदम् अस्ति, तद् द्वितीयपदे सूत्रे अपि यद्यपि अपेक्षते तथापि पुनः साक्षात् न दीयते। तत् अस्माभिः मनसि तत् पदम् आनेतव्यम् इत्युक्ते तदेव अनुवृत्ति इति व्याकरणभाषे उच्यते। यतः रामः वदति अहम् आपणं गच्छामि, श्यामः वदति अहमपि इत्यत्र यद्यपि श्यामः केवलम् अहमपि इति उक्तवान्, तथापि वयं ज्ञातुं शक्नुमः सा अपि आपणं आगन्तुम् इच्छति इति। सो तादृशम् अर्थपूर्णं पाणिनि अर्थपूर्णं अनुवृत्तिद्वारा स्थापितम् अस्ति अत्र अष्टाध्यायी। उत्तमं, तदेव अनुवृत्तिरूपेण दत्तमस्ति पाणिनिना इति। अस्तु, तदेव प्रकरणं प्रक्रियायोः भेदः इति प्रथमं दत्तमस्ति, अनन्तरं प्रकरणम् इत्यस्य विषये अपि पठामः। तत्र इत्संज्ञा प्रकरणम् इति एव प्रथमं दत्तमस्ति, तद्वयं पूर्वं कृतवन्तः, एकवारं पठामः। अस्तु अस्तु, माला भगिनि। प्रकरणम् अत्र प्रथमम् उदाहरणम् अस्माकं परिचितम् इत्संज्ञाप्रकरणम्। अस्मिन् क्रमेण अष्टसूत्राणि सन्ति, यस्मिन् प्रत्येकं सूत्रस्य बोधनार्थं पूर्वतनानाम् अपेक्षा। अनेन प्रकटं भवति यत् एषाम् अष्टानां सूत्राणाम् अवगमने, मनसि दृढीकरणे च अष्टाध्याय्याम् एव पठनेन सौकर्यम्, यत्र क्रमेण सूत्रेण प्राप्यन्ते। अत्र क्रमेण चत्वारि सूत्राणि धातुषु अपि प्रत्ययेषु अपि। प्रथमम् उपदेशे जनुनासिक इट् सूत्रं स्वयं सम्पूर्णम्, उपदेशे अच् अनुनासिकः इत्. द्वितीयसूत्रं हलन्त्यम् अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् इत्. तत्र उपदेशे जनुनासिक इत् इत्यस्मात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. न विभक्तौ तु स्माः तृतीयमस्ति अनुवृत्तिसहितसूत्रम्. उपदेशे विभक्तौ अन्त्याः हलः तु स्माः न इतः. तत्र उपदेशे जनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. हलन्त्यम् इत्यस्मात् अन्त्यं हल् इत्यनयोः अनुवृत्तिः. चतुर्थः अस्ति आदिर्निटुडवः अनुवृत्तिसहितसूत्रम्. उपदेशे धातोः आदयः निटुडवः इतः. तत्र उपदेशे जनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. भूवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. वचनपरिणामं विभक्तिपरिणामं च कृत्वा. तर्हि वयं आं वयं पूर्वं दृष्टवन्तः इत्संज्ञाप्रकरणविषये यदा वयं पठितवन्तः तदा वयं यदि तदा वयं क्रमेण गच्छामः कथम् इत् भवति धातुः स्वीकृत्य प्रथमं येषां वर्णानाम् अनुनासिकः ये किं वदामः उपदेशे यत् अनुनासिकः अस्ति तद् प्रथमं इत् भवति. अनन्तरं द्वितीयं सूत्रं द्वितीयसूत्रं प्रति गच्छामः हलन्त्यम् इति. तथा क्रमेण वयं गच्छामः उपदेशे जनुनासिक इत् अनन्तरं हलन्त्यम् अनन्तरं न विभक्तौ तु स्मः अनन्तरम् आदिर्निटुडवः इति क्रमेण गत्वा वयं इत्संज्ञाप्रकरणम् अधीतवन्तः इति दत्तमस्ति. आम् तदेव दत्तमस्ति. एकत्र अस्ति इत्येव मुख्यत्वमस्ति अत्र. एकत्र अस्ति इत्संज्ञाप्रकरणे सर्वम् एकत्र अस्ति इति. तत्र वयम् अनुवृत्तिः अपि यदा पश्यामः चेत् तत्र उपदेशे इति पदं सर्वत्र आगच्छति. सप्तसूत्रेषु उपदेशे इति पदं पूर्णतया आगच्छति. अनन्तरं वयं यदा पश्यामः न विभक्तौ तु स्माः इति तत्तु निषेधकसूत्रमस्ति. यत्र न भवति इति दत्तमस्ति. अनन्तरं यदा वयम् आदिर्निटुडवः इति पश्यामः चेत् तत्र विभक्तौ इति पदस्य तु अनुवृत्तिः नास्ति. धातोः एव कार्यमस्ति. धातोः आदिमवर्णः यदा णी टूडु इति अस्ति चेत् तस्य इत्संज्ञा भवति इति. तत्र धातोः इत्यस्य एव अनुवृत्तिः अस्ति. यदा वयम् अनुवृत्तिः सूत्रं दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः यत्र एतादृशम् आदिर्निटुडवः तत्र विभक्तिः वा न वा इत्यस्य तु अनुवृत्तिः न आगच्छति. प्रथमसूत्रात् धातोः इत्यस्य अनुवृत्तिः कुतः आगच्छति इत्यस्य अवगमनार्थं तत्र तु वयं वृत्तिः इति वदामः किल सूत्रार्थः. यदा व्याख्यां कमेण्ट्रि दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः किमर्थम् इति. अथवा यदा आदिर्निटुडवः इति सूत्रं वयं पश्यामः चेत् तस्य प्रसक्तिः तु धातुः विषये एव अस्ति. विभक्तिः विषये तत्र विभक्तिः इत्युक्ते सुप् वा तिङ् वा प्रत्ययानां विषये नास्ति इति यदा वयम् अभ्यासेन अवगन्तुं शक्नुमः तत्रापि वयमेव निर्णयं कर्तुं शक्नुमः तत्र किमर्थं धातोः इति अनुवृत्तिः आगच्छति इति. न विभक्ति इत्यस्य अनुवृत्तिः न आगच्छति, परन्तु धातोः इत्यस्य अनुवृत्तिः किमर्थम् इति अवगन्तुं शक्नुमः. तदेव तत्र. अस्तु, प्रिया भगिनी. पठति वा भगिनि? अस्तु, राजेन्द्रमहोदय. आम् आं भगिनि. तदा अग्रे क्रमेण त्रीणि सूत्राणि प्रत्ययेषु एव श्यः प्रत्ययस्य अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः शः इत् तत्र आदिर्निटुडवः इत्यस्मात् आदिः उपदेशे अज् उपदेशे अजनुनासिक् इत्यस्मात् उपदेशे इत् इत् तत् अनुवृत्तिः भवति. सूत्रमस्ति शः प्रत्ययस्य. अग्रे त्रीणि सूत्राणि केवल प्रत्ययेषु एव कार्यं कुर्वन्ति. तत् शः प्रत्ययस्य अस्ति सूत्रं. तत्र तत्र तु उपदेशे इत् अनुवृत्तिः आगच्छति, अपि च तत्पूर्वं यथा आदिर्निटुडवः सूत्रमासीत् ततः आदिः तत् अपि तस्य अनुवृत्तिः आगच्छति. तत्र इत्युक्ते शः यः आदौ अस्ति तस्य एव संज्ञा भवति. प्रत्ययस्य आदौ यः अस्ति. चुटु अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि चुटु इतौ अनुवृत्तिसहितसूत्रम् अस्ति. तत्र उपदेशे प्रत्ययस्य आदौ आदि चुटु इतौ. अत्र आदि इत्युक्ते द्विवचनम् अस्ति. आदौ तस्य द्विवचनरूपम् अस्ति आदि. तत्र उपदेशे तत् अनुवृत्तिः भवति इत् तस्य द्विवचनरूपम् इतौ भवति. चुटु इत्युक्ते चवर्ग च टवर्गे टवर्गी वर्गेषु अन्यतमः कोऽपि वर्णः तत्र अस्ति तस्य इत्संज्ञा भवति. तस्य इत्संज्ञा भवति. अपि च शः प्रत्ययस्य तस्मिन् पूर्वं यः सूत्रम् आसीत् ततः प्रत्ययस्य अपि तत्र अनुवृत्तिः भवति. उपदेशे उपदेशे जनुनासिक इत् इत्यस्मात् उपदेशे अपि च इत् अनुवृत्तिः भवति. सप्तममस्ति लशक्वत्तदिते. लशक्वत्तदिते अनुवृत्तिसहितसूत्रमस्ति. उपदेशे प्रत्ययस्य आदि लशक्कु इत् अत्तदिते. तत्र उपदेशे अपि तत्र अनुवृत्तिः आगच्छति इत् अपि तु अनुवृत्तिः आगच्छति प्रथमसूत्रतः. तत् अपि च शः प्रत्ययस्य तत् प्रत्ययस्य अनुवृत्तिः आगच्छति. आदिर्निटुडभा ततः आदि अनुवृत्तिः भवति. तत् लकारः शकारः अपि च कवर्गीय कोऽपि वर्णः अन्यतमः वर्णः तत् आदौ अस्ति. तदित् न अस्ति. तत्र लश कवर्गीय वर्णस्य इत्संज्ञा भूत्वा तस्य लोप तेषां लोप तस्य लोपः भवति. इत्यस्मात् आदिर्निटुडवः इत्यस्मात् आदिः तत् अपि च उपदेशे जनुनासिक इत् उपदेशे अपि च इत् तत्र अनुवृत्तिः भवति सूत्रे. अग्रिममपि पठतु महोदय. अन्ते इत् लोप इत् लोप विधिः. अस्माभिः इदानीं पठितं तत् इत्संज्ञाप्रकरणं किमस्ति. तद् अनन्तरं अन्ते तत् इत् लोपः विधिः भवति. तत् सूत्रमस्ति तस्य लोपः. यथा इत्संज्ञा कमपि वर्णस्य भवति तत् अनन्तरं तस्य लोपः भवति अनेन सूत्रेण. तस्य इतः लोपः यत्किमपि इत्संज्ञा संज्ञकवर्णः भवति तस्य लोपः भवति. तत्र उपदेशे जनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः तत् अत्र तु इत् संज्ञक इत् वर्ण इत् शब्दस्य एव अनुवृत्तिः भवति अस्मिन् सूत्रे तत् तं तेन सूत्रेण तत् यत्किमपि इत् संज्ञा अभवत् तत् तस्य वर्णस्य इत् लोपः भवति इदानीम् अपगच्छति. आं धन्यवादः महोदय. लोपविधायकसूत्रमस्ति तस्य लोपः इति. उत्तमम्. विजया भगिनि. अस्ति वा भगिनि? आम्. तत्र प्रथमं पुस्तकमपि उद्घाटयतु. एकचत्वारिंशत् इति पुटे अस्ति इत्संज्ञाप्रकरणम् इति. एकचत्वारिंशत् आं भगिनि. आं पठतु, अनन्तरं पश्यामः पुस्तके अपि. एकचत्वारिंशत् प्रथमाध्याये तृतीयपादे एतदेव भगिनि. आं तद् आं तद् उद्घाटयतु. अनन्तरम् आं तत्र करपत्रात् पठतु, अनन्तरम् अहं प्रदर्शयामि कुतः पर्यन्तम् अनुवृत्तिः आगच्छति. भुवादयोः धातवः 93 सन्ति तत्र. 93 सूत्रं किम्? 1 3 9 3 1 3 लुटि च क्लुपः इति सूत्रपर्यन्तम् एतद् भुवादयो धातवः इति अधिकारसूत्रमस्ति. तस्य अधिकारः लुटि च क्लुपः पर्यन्तं भवति. प्रथम अध्यायस्य तृतीयपादस्य अन्तपर्यन्तम् अस्तु. अधिकारसूत्रस्य विशेषः वयं यदा पठामः तस्मिन् समये अवगन्तुं शक्नुमः. इदानीं मनसि भवेत् एतद् तत्र भुवादयो धातवः इति संज्ञासूत्रस्य अधिकारः तु 93 प्रथम अध्यायस्य तृतीयपादस्य अन्तपर्यन्तं तस्य अधिकारः अस्ति इति. द्वितीयं पठतु भगिनि. उपदेशे अजानुनासिक इत् तस्य प्रसक्तिः आम् तस्य लोपः पर्यन्तं तस्य अनुवृत्तिः भवति इत्यस्य. अनन्तरं हलन्त्यम् इति सूत्रं चत्वारः एव तत्र सन्ति. हलन्त्यम् इति सूत्रस्य अनुवृत्तिः न विभक्तौ तु स्मः पर्यन्तमेव अस्ति. भुवादयो धातवः इति सूत्रं तत्र 93 धातवः इति पदस्य अनुवृत्तिः आगच्छति. भुवादयो धातवः इति अधिकारसूत्रमस्ति, तत्र धातवः इति पदं 93 आगच्छति. अधिकारः भिन्नरीत्या आगच्छति, अनुवृत्तिः एव 93 आगच्छति. अवगतं वा? हलन्त्यमिति सूत्रं न विभक्त सुष्मातः आगच्छति वा भगिनि? आम् तावत् परि आम् आम् एकमेव तत्र भवति. आम् अनन्तरं चतुर्थबिन्दुः पञ्चबिन्दुः आतिर्निटुडवः. एतत् अष्ट सूत्राणि एव तत्र सन्ति. आदिर्निटुडवः इति सूत्रस्य अनुवृत्तिः आदिः इति पदं तत्तु आदिर्निटुडवः शः प्रत्ययस्य चुटु अनन्तरं लषक्व तद्दिते पर्यन्तम् आदिः इति पदम् आगच्छति. न विभक्तौ तु स्मः इत्यस्य अनुवृत्तिः कापि नास्ति, अनुवृत्तिः एव नास्ति. अनन्तरम् अनन्तरं शः प्रत्ययस्य चतुर्थबिन्दुः मूर्धन्यषकारः अष्टसूत्राणि सन्ति तत्र तत्र प्रत्ययस्य इति यत् स्थूलाक्षरैः लिखितं तस्य एव अनुवृत्तिः आगच्छति चुटु लशक्वतदिते पर्यन्तम् अस्तु अग्रिमम् अनन्तरं सप्तबिन्दुः चुटु एव तत्र अनुवृत्तिः नास्ति किमपि नास्ति लशक्वतदिते अष्टमबिन्दुः एत तत्रापि सूत्राणि न सन्ति अनन्तरं नवबिन्दुः तस्य लोपः तत्रापि सूत्राणि न सन्ति अनुवृत्तिसूत्रं न सन्ति तावदेव अनुवृत्तिः न आगच्छन्ति परन्तु चुटु इति सूत्रस्य आदिः प्रत्ययस्य इति तु अनुवृत्तिरूपेण आगच्छति चुटुतः अन्यत् सूत्रं प्रति किमपि अनुवृत्तिरूपेण न आगच्छति तदेव अनुवृत्तिः नास्ति इत्यस्य अर्थम् अस्तु अग्रिमम् अपि पठतु भगिनि अत्र संक्षेपे प्रकरणस्य अन्यत् उदाहरणद्वयं दीयते येन प्रकरणसम्बद्ध अनुवृत्तिः स्पष्टतया दृश्यते तत्र उदाहरणार्थम् अधः दत्तवन्तः अनुवृत्तिः स्पष्टतया कथं जानीमः कथं दृश्य दृष्टामः इति तत्र दत्तवन्तः अधः पठामि तत्र पुस्तके शतं पुटसङ्ख्या शतं तत्र षष्ठाध्यायस्य प्रथमपादः इति स्वीकरोतु प्रथमम् तत्र द्वित्वप्रकरणम् इति आगच्छति तदेव प्रकरणं तदेव तत्र महोदयेन उदाहरणरूपेण आं भगिनि क्षम्यतां शतं हण्ड्रेड् पेज् नम्बर् हण्ड्रेड् स्वीकृतवती अनन्तरं षष्ठ अध्याये प्रथमपादः द्वित्वप्रकरणम् इति दत्तमस्ति किल अस्तु तदेव तत्र आम् द्वित्वप्रकरणविषये वयं पूर्वं दृष्टवन्तः एकवारं प्रायः कुत्र इति स्मरति वा जुहोत्यादिगणे उत्तमं जुहोत्यादिगणे द्वित्वप्रकरणम् इति दृष्टवन्तः तत्र द्वित्वप्रकरणं पञ्चसु स्थलेषु भवति जुहोत्यादिगणे लुङ् लकारे सन् प्रत्ययः लिट् अनन्तरं यङ् इति कश्चन प्रत्ययः अस्ति तस्य अर्थः वारं वारम् इति अर्थे आगच्छति पञ्चसु स्थलेषु एव द्वित्वप्रकरणं भवति सूत्राणि सर्वाणि एतत् अस्मिन्नेव स्थाने अस्ति द्वित्वप्रकरणस्य सूत्राणि सर्वाणि अस्मिन्नेव स्थाने अस्ति द्वादशसूत्राणि सन्ति सम्प्रसारणप्रकरणम् इत्यस्मात् पूर्वसूत्रपर्यन्तं द्वित्वप्रकरणम् इति अस्ति तदेव महोदयेन स्थापितमस्ति तत्र वयं पठामः सूत्रस्य पूर्ण अर्थं वयं न पठामः इदानीं यदा पाठे आगच्छति तस्मिन् समये पूर्णार्थः विवरणानि सर्वं पठामः अत्र उदाहरणरूपेण संक्षिप्तरूपेण एव पठामः किमर्थम् इत्युक्ते प्रकरणस्य एव अस्माकं विषयः अस्ति इदानीं सूत्रस्य अर्थम् इदानीम् अस्माकं विवक्षा नास्ति अतः किञ्चित् संक्षिप्तरूपेण यत्र यत्र उदाहरणम् अस्ति अहं प्रदर्शयामि अनन्तरम् अत्र एतद् मनसि भवेत् पञ्चस्थलेषु एव द्वित्वं भवति इति जुहोत्यादिगणे लुङ् लकारे सन् यदा प्रत्ययः पिपटिशः विवक्षा इति यदा अहम् उक्तवती इदानीं सन् प्रत्ययः लिट् लकारे अनन्तरं यङ् इति प्रत्ययः तत्रापि द्वित्वं भवति अस्य एतद् ये सूत्राणि सर्वाणि षष्ठम अध्याये सन्ति, अतः षष्ठद्वित्वप्रकरणम् इत्यपि अस्य नाम अस्ति, अन्यत् नाम अस्ति, षष्ठद्वित्वप्रकरणम् इति नाम अपि अस्ति। अस्तु, विजया भगिनी भवती एव प्रथमसूत्रं पठतु। अस्तु भगिनि, एकाचो द्वे प्रथमस्य अधिकारसूत्रं तत्र द्वादशं सूत्रं षष्ठमाध्याये प्रथमपादे एकसूत्राणि तः द्विनवशतम् अधिकसूत्रपर्यन्तं सर्वत्र अनुवर्तते एव तत्र अधिकारसूत्ररूपेण एकाचे द्वे प्रथमस्य इति सूत्रं स्वयं सम्पूर्णमेव तत्र जागुरु इत्युक्ते तत्र जागुरु पच् योग पच् इत्युक्ते तत्र पच् पच् इति आगच्छति, इ इत्युक्ते इति आगच्छति एकाचरूपेण। अस्तु, तत्र एकाचो द्वे प्रथमस्य इति सूत्रं यदा भगिनी उक्तवती अधिकारसूत्रमस्ति द्वादशसूत्रं पर्यन्तम् इत्युक्ते षष्ठमाध्यायस्य प्रथमपादस्य द्वादशसूत्रपर्यन्तं तस्य अधिकारः अस्ति इति वयम् अवगन्तुं शक्नुमः। तत्पर्यन्तं तस्य अनुवृत्तिः भवति, एकाचो द्वे प्रथमस्य इति द्वादशसूत्रपर्यन्तं तस्य अनुवृत्तिः आगच्छति इति। तत्र तु प्रथम एकाच् अवयवस्य द्वित्वं, द्वित्वम् इत्युक्ते द्विवारम् आगच्छति इति वयं जानीमः। तत्र जागृ प्रथमं वयं पच् पच् इति पश्यामः, अनन्तरं जागृविषये अहम् आगच्छामि। पच् पच् इति धातुः, तत्र पच् इति अस्माकं परिचितधातुः, तत्र किं भवति, एकाचो द्वे प्रथमस्य इति सूत्रं प्रथम एकाच् अवयवस्य, एकाच् इत्युक्ते एकः एव अच् प पकारः अकारः चकारः इति वर्णत्रयम् अस्ति, प्रथम एकाच् अवयवस्य द्वित्वं भवति इति सूत्रं वदति। अतः एव पकारः अकारः चकारपर्यन्तं वयं स्वीकुर्मः, तस्य एव द्वित्वं कुर्मः, पच् पच् पच् प इति भवति। तदेव यदा इ इति अस्ति तत्र एकः एव अच् अस्ति, अतः इ इ इति तत्रापि द्वित्वं भवति। जागृ इति विषये तु अच् द्वयमस्ति, कथम् इत्युक्ते जकारः आकारः प्रथमाच् आकारः, अनन्तरं गकारः, अनन्तरं ऋकारः, ऋकारः इति द्वितीय अच्, तद् मास्तु, अस्माकं विवक्षा तु एकः एव अच्, अतः जकारः आकारः गकारपर्यन्तं स्वीकुर्मः। गकारस्य लोपः अन्यत् सूत्रेण भवति, परन्तु यदा स्वीकुर्मः तत्र जकारः आकारः गकारः एव स्वीकुर्मः। जाग् जागृ इति प्रथमं भवति, अनन्तरं गकारस्य लोपः अन्यत् सूत्रेण भूत्वा जा जागृ इति भवति। एतत् प्रक्रिया तु पूर्णतया न दत्तमस्ति, प्रथमं किं भवति इत्येव दत्तमस्ति। रूपाणि यदा निर्माणं कुर्मः तत्र भिन्नरूपेण आगच्छति, यदा प्रथमसूत्रे एतदेव भवति इत्येव दत्तमस्ति। अस्तु, प्रथमभागस्य द्वित्वम् इति, तत्र यदा वयं तस्य ग्रहणं भवति तत्र एकः एव अच् एव भवेत्, प्रथम अच् कुत्र अस्ति तदेव स्वीकरणीयम्। अनन्तरं स्वर हल् वर्णः अस्ति चेत् हल् वर्णपर्यन्तं स्वीकरणीयं, द्वितीय स्वर विहाय, द्वितीयस्वरं विहाय स्वीकरणीयम् इत्येव एतत् प्रथमसूत्रं वदति। अवगच्छति वा भगिनि? अत्र पच् पच् इति तस्य केवलं ज्ञातुमिच्छामि, अन्तिमरूपं किं भवति पच् पच्? अन्तिमरूपं यदा प्रत्ययः योजयामः तदा एव वयं ज्ञातुं शक्नुमः महोदय, यदा अहं पञ्चप्रत्ययान् उक्तवती किल, तत्र यदा वयं योजयामः तत्र एव वयं ज्ञातुं शक्नुमः. तत्र पिप्पटिषा इति रूपम् अस्ति, पच् पच् इत्यस्य अपि पपच् इति प्रायः प्रायः तत्र यदा प्रत्ययः योजनेन किमपि कार्याणि भवन्ति मध्ये, अतः रूपपरिवर्तनमपि भवति. यङ्ग् इत्यस्य विषये एकरूपं, जुहोत्यादिगणे भिन्नरूपम् इति रूपपरिवर्तनमपि भवति. अस्तु, शिवल्ली भगिनी पठति वा उदाहरणं? यङ्ग् इति दृश्यते, दरी दृश्यते, वारं वारं दृश्यामः इति. आम् आम् आम् आम् सम्यक्. आम् दरी दृश्यते, सम्यक्. नरी नर्त्य तदेव भगिनि, वारवारम् अधिकमधिकम् इति अपि आगच्छति. नरी नर्ति इति अहं कुत्र पठितवान्? नरी नर्ति आम् बहु पापठ्य, पापठ्य इति अपि रूपं, पट् इति धातुः, यदा यङ्ग् इति प्रत्ययः योजयामः चेत् पापठ्य इति रूपं, पापट् इति अपि अस्ति, पापठ्य. आम् आं महोदय, अर्थः अस्ति पापठ्य इत्युक्ते वारं वारम् अधिकमधिकं पठति इति. अस्तु, आम् श्रीवल्ली भगिनी. आं भगिनि, द्वितीयसूत्रम् अजादेः द्वितीयस्य ये अधिकारसूत्रं द्वादशसूत्रं पर्यन्तं सर्वत्र अनुवर्तते. सूत्रं स्वयं सम्पूर्णम्. उदाहरणम् ऊर्नु, ऊर्नु नु भवति. द्वितीयसूत्रम् अधिकारसूत्रं सर्वत्र सूत्रम् अनुवर्तते द्वादशसूत्रं पर्यन्तम्. उदाहरणे ऊर्नु द्वितीयस्य द्वित्वं भवति. ऊर्नु धातु नकार नु एकाच् अच् इति उकारः, उकारः पूर्वभागे नकारः, ओ अवयवस्य द्वित्वं भवति. तत्र किम् इत्युक्ते आजे अजादे द्वित्वस्य अजादे धातुः आदौ अच् अस्ति चेत् अजादेः धातुः. उत्तमम्. अजादेर्द्वित्वस्य द्वितीयस्य इति सूत्रम् आम् तत्र. एतत्तु प्रथमसूत्रस्य अपवादः अस्ति. यदा एकाचो द्वे प्रथमस्य इति, तत्र प्रथम अवयवस्य एव द्वित्वं भवति यदा एकाच् अस्ति चेत् इति उक्तवन्तः. तत्र एतत्तु अपवादः अस्ति तस्य. किमर्थम् इत्युक्ते यत्र यदा अङ्गम् अनेकाच् अस्ति चेत्, यदा वयं जागृ इति विषये दृष्टवन्तः अनेकाच् अस्ति, परन्तु अत्र किं वैशिष्ट्यम् इत्युक्ते अजादि धातुः अस्ति चेदेव एतत् सूत्रस्य प्रसक्तिः. प्रथम एकाच् अवयवस्य यदा प्रथमसूत्रेण द्वित्वं प्राप्तं, परन्तु एतत् सूत्रं यदा अजादि धातुः अस्ति अनन्तरं तत्र द्वितीयभागस्य अनेकाच् अपि अस्ति चेत् तत्र द्वितीयभागस्य द्वित्वं भवति. यदा अत्र ऊर्नु इति दत्तमस्ति, तत्र अजादिः धातुः, ऊ इति अजादि धातुः, तत्र अनेकाचति अनेकाच् अस्ति. ऊ इति अपि एकः अच्, अनन्तरं नु इत्यस्य ऊ अनन् द्वितीयः अच्, अत्र द्वितीय अच् इत्यस्य द्वित्वं भवति. नू नु इति ऊर्नु नु इति रूपमागच्छ रूपं नास्ति, प्रक्रिया प्रथमसोपानम् अस्ति. अजादेर्द्वित्व द्वितीयस्य इति द्वितीयसूत्रं. सम्यक् भगिनि. अनन्तरं रघुपतिमहोदय. नन् नन्द्राः संयोगादयः. अजादेः द्वितीयस्य नन्द्राः संयोगादयः द्वे. ऊणु ऊणु नु अन्ध योग सन् अन्दिश् अन्दिश उन्द उन्द उन् सारि उन्द ओके उन्द योग सन् उन्दिश उन्दिश दिश किमपि न गौरवम् अजादेः द्वितीयस्य नानन्द्र तत्र अजादेः द्वितीयस्य इति अनुवृत्तिः रूपेण आगच्छति. नान्द्राः संयोगादयः इति तत्र एव अस्ति. द्वे इति प्रथमसूत्रात् अनुवृत्तिरूपेण आगच्छति. यत्र संयोगः अस्ति, यदा वयम् ऊर्णु इति धातुः स्वीकुर्मः चेत् तत्र रेपनकारयोः तत्र तु संयोगः अस्ति. तत्र तस्मिन् स्थाने एतत् सूत्रस्य प्रसक्तिः अस्ति. तत्र किं भवति इत्युक्ते तत्र नकार नकारः दकारः रेपाणां द्वित्वनिषेधः भवति. केवलम् अनेकाच् अजादि धातोः विषये एव भवति. यदा ऊर्णु इति धातुः अनेकाच् अस्ति, अजादि धातुः अस्ति, तत्र निर्दिष्ट तत्र तु यदा तत्र नकार दकार रेपाः रेपाणां तत्र द्वित्वनिषेधः भवति. अतः एव यदा ऊर्णु इत्यस्य द्वित्वं भूत्वा तत्र तु ऊर्णु नु एव आगच्छति, रेपः तु नास्ति एव. यदा वयं प्रथमवारं दृष्टवन्तः पच् पच् इति धातोः विषये, तत्र तु पच् पच् इति तत्र हल् चकारस्य हल् वर्णस्य अपि वयं स्वीकृतवन्तः. परन्तु यत्र ऊर्णु इति विषये अच् वर्णस्य एव तत्र द्वित्वं भूत्वा रेपस्य इत्युक्ते संयोग संयोगस्य आदिमवर्णः न भवति. संयोगादयः रेपः तु संयोगस्य आदिमवर्णः, तस्य तु द्वित्वं न भवति. अनन्तरं यदा उन्द् इति धातुः स्वीकुर्मः चेत् तत्र यदा सन् इति प्रत्ययः योजयामः चेत् तत्र तु नकारदकारयोः संयोगः अस्ति. ऊ इति अजादिप्रत्यय अजादिधातुः अस्ति, अनेकाच् अस्ति, अनेकाच् तु नास्ति अत्र. तत्र तु नकारस्य द्वित्वं न भवति. उन्दिश् तत्र दिश् एव द्विवारम् आगच्छति. उन्दिश् दिश इति तत्र दिश इत्यस्य न अज अच् अस्ति, अनेकाच् अस्ति. आं क्षम्यताम्. अत्र संयोगादयः इत्युक्ते एते वर्णानां संयोगः. संयोगः इत्युक्ते व्याकरणशास्त्रे संयोगः इत्युक्ते द्वयोः हल् वर्णयोः संयोगः, मध्ये किमपि अच्वर्णः नास्ति. रेपनकारयोः ऊर्णु इत्यस्य रेपनहाय रेपनकारयोः संयोगः अस्ति. आं संयुक्ताक्षरं सम्यक् एव. आम् मध्ये किमपि स्वरः न भवेत् इत्येव तत्र नियमः. संयोग आदयः इत्युक्ते आदिमवर्णः, तस्य आदिमवर्णः यदा नकारः रेपः वा दकारः अस्ति चेत् तस्य द्वित्वनिषेधः भवति, द्वित्वं न भवति तस्य. तत्र उन्दिश इत्यस्य नकारः एव आदिमवर्णः, अतः तद् तद् न भवति, दिश एव भवति. अस्तु सम्यक्. अस्तु इन्द्रः इन्द्रः इत्युक्ते किं वदति तत्र नकारः न इत्युक्ते निषेधं न भवति इति. न इन्द्रः इत्युक्ते नकारः दकारः रेपः बहुवचनरूपम् इन्द्राः इति. अवगच्छति वा? आं भगिनि. सम्यक् अस्तु. अग्रिमं कुर्मः. माला भगिनी, पूर्वोऽभ्यासः पूर्वः अभ्यासः द्वयोः संज्ञासूत्रम्. अग्रिममपि पठतु, अहं विवरणं ददामि. उभे अभ्यस्तम् उभे द्वे अभ्यस्तं संज्ञासूत्रम्. अस्तु, एतत्तु पूर्वोऽभ्यासः इति संज्ञासूत्रमस्ति. तत्र किं भवति इत्युक्ते, यदा वयं धा इति धातुः स्वीकुर्मः, अस्माकं परिचितधातुः धा इति जुहोत्यादिगणे भवति, दधा इति तस्य द्वित्वं भवति, प्रथमं धा धा इति. तत्र पूर्वं धा इति भागः अस्ति किल, तस्य नाम अस्ति अभ्यासः इति, तस्य नामकरणम् अस्ति पूर्वः अभ्यासः द्वयोः. द्वयोः पदयोः वा द्वयो, यदा पच् पच् इति स्वीकुर्मः चेत् पच् इति प्रथमः यद् आगच्छति पूर्वः, तस्य अभ्यासः इति नामकरणम् अस्ति. तदेव पूर्वोऽभ्यासः इति सूत्रं वदति. यदा जागृ इति स्वीकुर्मः चेत् तत्र जाग् जागृ इति, जाग् इति तद् भागः पूर्वः अस्ति, अतः तस्य नाम अभ्यासः इति भवति. तादृशमेव दधा इत्यस्य प्रथमभागस्य नाम अभ्याससंज्ञा इति. यदा वयं उभे अभ्यस्तम् इति अग्रिमसूत्रं पश्यामः चेत् तदपि संज्ञासूत्रमेव अस्ति. तत्र द्वयोः मिलित्वा इत्युक्ते पच् पच् इति, द्वयोः मिलित्वा अभ्यस्तम् इति संज्ञा भवति. तत् समुदायस्य नाम अस्ति अभ्यस्तम् इति. अतः नामकरणद्वयं पूर्वोऽभ्यासः, पूर्वभागस्य नाम अभ्यासः, द्वयोः मिलित्वा अभ्यस्तम् इति नामकरणम् अस्ति. तदेव अस्ति, तत्र किमपि अन्यत् नास्ति. अनन्तरं राजेन्द्रमहोदय. आं भगिनि, जक्षितादयः षट्, जक्षित्यादयः षट् अभ्यस्तम्. आदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्त धातवः सन्ति, जक्ष, जाग्र, दरिद्रा, चकास, शास, दिधीन, वेवीन च. तेषां द्वित्व अभावे अपि अभ्यस्त संज्ञा भवति. अत्र षट् धात्वाः सन्ति, अदादिगणे एकः अन्तर्गणः अस्ति, तस्मिन् सप्त धात्वाः सन्ति, जक्ष, जाग्र, दरिद्रा, चकास, शास, दिधीन, वेवीन च. तत्र द्वित्व अभावे अपि अभ्यस्त संज्ञा तद् भवति. यद्यपि तत्र द्वित्वं न भवति, तथापि तत्र अभ्यस्त संज्ञा भवति तस्मिन् गणे. जक्षितादयः षट्, जक्षितादयः षट् इति विशिष्ट सूत्रमस्ति. साधारणतया यदा महोदय उक्तवान् अदादिगणे तु द्वित्वं न भवति, परन्तु एतद्विशेषसूत्रेण षड् परिगणित षट् धातूनां कृते एव तत्र अभ्यासकार्याणि भवन्ति इत्यनेन एव चक्षित्यादयः षट् अभ्यस्तम् इति दत्तमस्ति. अत्र तत्र यदा धातुः दत्तमस्ति, जक्ष, जाग्र, दरिद्रा, चकाश्चास्, दीदिङ्, वेविङ् इति षड् दातव सप्तदातवः, क्षम्यताम्, सप्तदातवः दत्तमस्ति. वयम् अस्माकं यदा अहम् उक्तवती परिचितधातुः अस्ति धा धातुः. धा धातुः प्रथमपुरुष बहुवचने रूपं किम्? कोऽपि वदति वा? ददाति, ददाति, ददति, बहुवचने ददति, बहुवचने ददति एव अस्ति. परन्तु यदा वयं पट् इति धातुः वा भू इति धातुः वा स्वीकुर्मः चेत् तत्र पठन्ति सन्ति इत्येव अस्ति. अस् धातुः स्वीकुर्मः चेत् सन्ति इत्येव अस्ति. अन्ति इति प्रत्ययः तत्र जी स्थाने अन्ति इति आगच्छति. परन्तु यदा अदादिगण क्षम्यतां जुहोत्यादिगणे स्वीकुर्मः चेत् तत्र अत् इति आदेशः भवति. केन विशेषसूत्रेण तत्र भवति. तादृशम् एव अस्मिन् जक्षित्यादयः षट् इति षट् धातवः सन्ति किल, तत्र अपि समानकार्यं भवति. अतः एव तत्र अभ्यस्तम् इति यदा अदादिगणे भवति अदादिगणवत् कार्याणि अस्मिन् षट् धातवः विषये भवति. यदा दरिद्रा इति स्वीकुर्मः चेत् प्रथमपुरुष बहुवचने दरिद्रति इत्येव भवति. अन्ति इति न भवति. जाग्रति इत्येव भवति. अतः एव ते पाणिनिना अत्र स्थापितमस्ति. यद्यपि ये धातवः अदादिगणे अस्ति तदापि तस्य कार्याणि जुहोत्यादिगणे इव भवतु इत्येव तत्र पृथक्तया स्थापितम् अस्ति पाणिनिना. अस्तु, विजया भगिनी अग्रिमसूत्रं पठति वा? आं भगिनि. सुधा दीर्घो अभ्यासस्य एतत् सूत्रम् षट् अध्याये प्रथमाध्याये सप्त सूत्राणि इति सन्ति. अत्र अस्ति सूत्रं स्वयं सम्पूर्णमेव. तत्र सुज् इव धातूनाम् अभ्यासस्य स्वरः दीर्घः वेदे एव इति सुज् योगः कानच् इति प्रत्ययेन योजनेन लिट् मध्ये लिटः कानज् वा इत्यनेन वेदे लिटः स्थाने कानच् विकल्पेन सुतुजानः इति ऋग्वेदे आगच्छति. सुतुजानः इति लिट् मध्ये आगच्छति. तत्र सुज् इति धातुः द्वे अस्ति. तत्र एकस्य हिंसायाम् इति रूपेण आगच्छति, अनन्तरं पालने इति रूपेण इति अर्थेन आगच्छति. सुज् धातूनां स्वरः दीर्घः अस्ति. वेदे इति वयं स्वीकुर्मः चेत् तत्र सुज् अनन्तरं कानज् इति प्रत्यययोगेन लिट् मध्ये कानज् वा इति आगच्छति. अनन्तरं विकल्पेन सुतुजानः इति दीर्घस्वरेण आगच्छति लिट् मध्ये. तावदेव तत्र आम् आं तावदेव तत्र दीर्घं भवति. तुज् तुज् इति भूत्वा अनन्तरं तकारस्य दीर्घत्वं भूत्वा तुतुजानः इति रूपम् आगच्छति. चकारस्य लोपः अन्यत् सूत्रेण भवति. तुतुजानः इति रूपम् आगच्छति. तत्तु वेदे एव तस्य प्रयोगः भवति इति. अग्रिम सूत्रं शिवल्ली भगिनी. अस्ति वा भगिनि? आं भगिनि. अग्रिमसूत्रद्वयं पठतु भगिनि. आं भगिनि. लिटि धातोः अनभ्यासस्य एकासु द्वे प्रथमस्य अजादेः द्वितीयस्य. उदाहरणं वच् इति धातु वच् वच् उवाच भवति. लिटि धातोः अनभ्यासस्य अनुवृत्तिसहितसूत्रं लिटि धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य. अनभ्यासस्य नाम पूर्व पूर्वः अभ्यासः अनभ्यासः अभ्यासः नास्ति. यस्य धातोः द्वित्वं कृतं नास्ति तादृशधातुः अनभ्यासः धातुः. पूर्वमेव वयं द्वित्वं न कृतं तादृशधातुः अनभ्यासः धातुः इति तस्य नाम अस्ति अनभ्यासः. अनन्तरं लिट्लकारे परे तस्य द्वित्वं तु भवति. यदा उदाहरणं दत्तमस्ति तत्र वच् इति धातुः, यदा लिट्लकारविवक्षा अस्ति चेत् तत्र द्वित्वं भवति. वच् वच् इति प्रथमं भवति, अनन्तरं चकारस्य लोपः भवति, अनन्तरं वकारस्य सम्प्रसारणम् इति कार्यम् एकवारं प्रायः पूर्वं दृष्टवन्तः. अनेन कार्येण उवाच इति रूपं भवति. तादृशमेव यदा पच् इति धातुः स्वीकुर्मः चेत् पच् योगः लिट्, अनन्तरं पच् पच् इति भूत्वा अनन्तरं तत्र चकारस्य लोपः भवति, अनन्तरं किञ्चित् उपधा दीर्घः भूत्वा पपाच इति तत्र रूपं भवति. लिट्लकारे पपाच इति रूपं भवति. तदेव प्रथम लिट् विषये एतत् सूत्रं तु लिट् विषये. अनन्तरं पठतु भगिनि अग्रिमसूत्रमपि. संयङ्गोः संयङ्गोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य ये सूत्रेण यत्र द्वित्वं न भवति, परन्तु संयङ्गो धातोः धातोः परस्य संयङ् प्रत्ययः आयाति. संयङ्गो धातोः द्वित्वं भवति, संयङ्गो धातोः द्वित्वं भवति. उदाहरणे सनि पट् सनि इन् द सेन्स् आफ् सन् डिसैर् पट् पट् पट् भवति. पिपटिषति इति रूपं भवति. सम्यक्. तत्र एतत्तु सन् यङ् प्रत्यये परे कार्यं कथम् इति. यस्य धातोः पूर्वमेव द्वित्वं न कृतम् अनभ्यासः इति उक्तवन्तः, तस्य द्वित्वं पट् योगः सन् पट् पट् योगः सकारः नकारस्य हलन्त्यम् इति सूत्रेण लोपः, संयङ्गोः इति सूत्रेण पपट्, अनन्तरं पपट् योगः स, अनन्तरं तत्र तु अभ्यासस्य इकारः आगच्छति, पिपठ पिपट् योगः सकारः, अनन्तरम् इडागमः अस्माकं परिचितसूत्रेण आर्धधातुकस्य इड् वलादेः इति सूत्रेण तत्र इडागमः भूत्वा पिपटिष षत्वमपि भवति, अनन्तरं पिपटिष इति रूपं पिपटिषति इति तिङन्तरूपम् आगच्छति. प्रक्रिया तादृशम्. एतत् सूत्रस्य प्रसक्तिः यङ् इत्यस्यापि भवति. सन् अनन्तरं यङ् यदा पट् योगः यङ् तत्र वारं वारम् अधिक अधिकम् इति अर्थे पापठ्य इति. यदा भू इति स्वीकुर्मः चेत् भू भूय इति रूपम् आगच्छति. आं भगिनी प्रश्नः अस्ति वा? भगिनी आशयरूपेण वदामः चेत् तत्र अभ्यासमस्ति चेत् एतत् सर्वम् आगच्छति, अनभ्यासम् अस्ति चेत् एतत् सर्वं न आगच्छति. एतत् सर्वम् इत्युक्ते किं भगिनि? भगिनि आशयरूपेण अभ्यासम् एतत् सर्वम् अस्ति चेत् एतत् सर्वम् आगच्छति. सूत्राणि अहं सूत्राणि विषये वदामि. आशयरूपेण अनभ्यासम् इत्युक्ते नञ्जि तत्पुरुष उपयोगं कुर्मः चेत् एतत् सर्वं न आगच्छति मनसि न आगच्छ स्वीकृतवती वा अहं न अवगच्छामि भवती किम् उक्तवती इति अहं न अवगच्छामि. अभ्यासम् इत्युक्ते अभ्यासम् एतत् विषये अस्ति चेत् एतत् सर्वाणि सूत्राणि मनसि सम्यक्. ओ अस्तु अस्तु अस्तु, अहं तु चिन्तितवती व्याकरणविषये किमपि वदति इति. अस्तु अस्तु अवगतं क्षम्यतां हास्यरूपेण अस्तु अस्तु अस्तु अहं न प्रायः सम्यक्तया न श्रुतवती अस्तु अत्र सूत्रत्रयमेव अवशिष्टमस्ति अहम् एकं सूत्रं श्लौ इत्येव कृत्वा अद्य समापयामः अन्यत् सर्वम् अग्रिमसप्ताहे कुर्मः रघुपतिमहोदय पठति वा श्लौ एव श्लौ श्लौ धातोः द्वे धातोः इत्यस्य अनुवृत्तिः भवति लिटि धातोरनभ्यासस्य इत्यस्मात् सूत्रात् एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य इत्यनयोः अधिकार अत्रापि किन्तु जुहोत्यादिगणे अनेकाच् धातुः एकापि नास्ति दा इति भवति तत्र श्लौ परे द्वित्वम् इति आगच्छति तत्र यदा वयं जानीमः तत्र धा योगः लट् इति विवक्षायां तत्र प्रथमं शप् इति कर्तरी शप् इति सूत्रेण शप् आगच्छति अनन्तरं जुहोत्यादिगणे शपः श्लू भवति अतः एव एतत् सूत्रस्य प्रसक्तिः अत्र अस्ति अनन्तरं धायोगः थि इति स्थितौ द्वित्वं भवति श्लौ परे श्लौ इति सूत्रेण श्ल अतः द्वित्वं भवति धाधा योगः थि इति अनन्तरं तत्र अकारस्य ह्रस्वः इति सूत्रेण ह्रस्वः भूत्वा दधाति इति रूपम् आगच्छति तदेव श्लौ इति धातोः द्वे इति सूत्रं वदति दधाति इति रूपं तादृशमेव आगच्छति तत्र यदा उक्तमस्ति जुहोत्यादिगणे अनेकाच् धातवः एव सन्ति तत्र एकाच् धातवः न सन्ति अतः एतादृशमेव तत्र रूपम् आगच्छति अनन्तरं सूत्रद्वयम् अस्ति चङ्गी अनन्तरं दाश्वान् साह्वान् मीढान् वाञ्च इति सूत्रं तत्र चङ्गी इति धातुः एतत्तु लुङ्लकारविषये एव एतत् सूत्रं कार्यं करोति चङ्गी धातोः अनभ्यासस्य एकाचो दिवे प्रथमस्य अजादेः द्वितीयस्य इति लुङ् लकारस्य विषये तत्र यदा कम् इति धातुः स्वीकुर्मः तत्र लुङ् प्रत्ययः परे अस्ति चेत् कं कम् इति भूत्वा अचकमथ इति रूपम् आगच्छति एषा प्रक्रिया लुङ् लकारस्य विषये बहु दीर्घम् अस्ति अतः अहं प्रक्रिया न वदामि परन्तु रूपम् एतादृशम् एव कं कम् इति भूत्वा अचकमथ इति रूपम् आगच्छति अग्रिमसूत्रम् अन्तिमसूत्रम् अस्ति तत्र तु द्वित्वनिषेधकसूत्रम् एतत्तु छन्दसि एव यदा वेदे एव तस्य प्रसक्तिः अस्ति तत्र तत्र धातुत्रयम् अस्ति दाशु सह् मिष्ट इति धातुत्रयं तत्र द्वित्वं न भवति यद्यपि ततः तत्र लिट् इति प्रत्ययः परे अस्ति चेदपि तत्र द्वित्वं न भवति इति निषेधकसूत्रं तदेव अन्तिमसूत्रम् अस्ति अतः द्वादशसूत्राणि द्वित्वप्रकरणे अस्ति तादृशमेव यदा वयं पुस्तके पश्यामः अग्रिमम् अस्ति सम्प्रसारणप्रकरणम् इति तत्र कानिचन सूत्राणि तत्र अपि स्थापितम् अस्ति प्रकरणस्य मुख्यत्वं किम् इत्येव अत्र प्रदर्शितम् अस्ति अस्तु अग्रिमसप्ताहे णत्वप्रकरणमारभ्य कुर्मः समापयामः वा अद्य उक्तवती खलु त्रीणि एतत् किं भगिनि निष्ठ दाश्रु सह् मिष्ट इति सू धातुत्रयम् आम् धन्यवादः धन्यवादः नमस्कारः शुभरात्रिः नमस्कारः